वेदा इति वेदविदो यज्ञा इति च तद्विदः भोक्तेति च भोक्तृविदो भोज्यमिति च तद्विदः सूक्ष्म इति सूक्ष्मविदः स्थूल इति च तद्विदः मूर्त इति मूर्तविदो अमूर्त इति च तद्विदः काल इति कालविदो दिश इति च तद्विदः वादा इति वादविदो भुवनानीति तद्विदः मन इति मनोविदो बुद्धिरिति च तद्विदः चित्तमिति चित्तविदो धर्माधर्मौ च तद्विदः पञ्चविंशक इत्यैके षड्विंश इति चापरे एकत्रिंशक इत्याहो अनन्त इति चापरे लोकान् लोकविदप्रहो आश्रमा इति च तद्विदः स्त्रीपं नपुंसकं लैङ्गाः परापरमथापरे सृष्टिरिति सृष्टिविदो लयि इति च तद्विदः स्थितिरिति स्थितिविदः सर्वी चेहतु सर्वदा प्राणः प्राज्ञो बीजात्मः तत्कार्यभेदा हि इतरे स्थित्यन्तः अन्ये च सर्वे लौकिकाः सर्वप्राणिपरिकल्पिताः भेदाः रज्ज्वामिव सर्पादि तच्छून्ये आत्मनि आत्मस्वरूप अनिश्चयहेतोः अविद्यया कल्पिता इति पिण्डितोऽर्थः प्राणादिश्लोकानां प्रत्येकं पदार्थव्याख्यानि फलप्रयोजनत्वात् सिद्धपदार्थत्वाच्च यत्नः कृतः यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति तं चावति स भूत्वासौ तद्ग्रहसमुपैतितं किं भुवन प्राणादीनामन्यतमं मुक्तम् अनुक्तं वा अन्यं यं भावं पदार्थं दर्शयि यस्याचार्यो अन्यो वा आप्तः इदमेव तत्त्वमिति स तं भावम् आत्मभूतं पश्यति अयमहमिति वा मम इति वा तं च द्रष्टारं स भावो भवति यो दर्शितो भावः असौ स भूत्वा रक्षति स्वेन आत्मना सर्वतो निरुणति तस्मिन् ग्रहः तद्ग्रहः तदभिनिवेशः इदमेव तत्त्वमिति स तं ग्रहीतारम् उपैति तस्य आत्मभावं निगच्छति इत्यर्थः एतैरेषो पृथग्भावैः पृथगैवेति लक्षितः एवं यो वेदतत्त्वेन कल्पयेत् सोऽविशङ्कितः एतैः प्राणादिभिः आत्मनो अपृथग्भूतैः अपृथग्भावैः एषः आत्मा रज्जुरिव सर्पादिविकल्पनरूपैः पृथगैव इति लक्षितः अभिलक्षितः निश्चितः मूढैः इत्यर्थः विवेकिनां तु रज्ज्वामिव कल्पिताः सर्पादयः न आत्मव्यतिरेकेण प्राणादयः सन्ति इति अभिप्रायः इदं सर्वं यदियमात्मा इति श्रुतेः एवम् आत्मव्यतिरेकेण असत्त्वं रज्जुसर्पवतो आत्मनि कल्पितानाम् आत्मानं च केवलं निर्विकल्पं यो वेद तत्त्वेन श्रुतितः युक्तितश्च सः अविशङ्कितो वेदार्थं विभागतः कल्पयति इत्यर्थः इदम् एवं परं वाक्यम् अदौ अन्यपरम् इति न हि अनध्यात्मवेन् वेदान् ज्ञातुं शक्नोति तत्त्वतः न हि अनध्यात्मवेत् कश्चित् क्रियाफलम् उपाश्नुते इति हि मानं वचनं स्वप्नमाये यथा दृष्टे गन्धर्वनगरं यथा तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः यदैतद्वैतस्य असत्त्वमुक्तं युक्तितः तदैतद्वेदान्तप्रमाण अवगतमित्याह स्वप्नश्च माया च स्वप्नमाये असद्वस्त्वात्मिके सत्यौ सद्वस्त्वात्मिके इव लक्ष्येते अविवेकिभिः यथा च प्रसारितपण्यापणगृहप्रासाद स्त्रीपुंजनपदव्यवहार आकीर्णमिव गन्धर्वनगरं दृश्यमानमिव सतु अकस्मादभावतां गतं दृष्टं यथा च स्वप्नमाये दृष्टे असद्रूपे तथा विश्वमिदं द्वैतं समस्तम् असदृष्टं क्व इत्याह वेदान्तेषु नेहि नानास्ति किञ्चन इन्द्रो मायाभिः आत्मवेदमग्र आसीन् ब्रह्मैवेदमग्र आसीत् द्वितीयाद्वै भयं भवति न तु तद्द्वितीयमस्ति यत्र तु अस्य सर्वम् आत्मैव अभूत् इत्यादिषु विचक्षणैः निपुणतरवस्तुदर्शिभिः पण्डितैः इत्यर्थः तमश्वभ्रनिभं दृष्टं वर्षबुद्बुदसन्निभं नाशप्रायं सुखाधीनं नाशोत्तरम् अभावगम् इति व्यासस्मृतिः न निरोधो न चोत्पत्तिः न बद्धो न च साधकः न मुमुक्षुर्न वै मुक्तः इत्येषा परमार्थतः प्रकरणार्थोपसंहारार्थो अयं श्लोकः यदा विदथं द्वैतम् आत्मैव एकः परमार्थतः सन् तदा इदं निष्पन्नं भवति सर्वोऽयं लौकिको वैदिकश्च व्यवहारो अविद्याविषये वेति तदा न निरोधः, निरोधनं निरोधः प्रलयः, उत्पत्तिः जननं, बद्धः संसारी जीवः, साधकः साधनवान् मोक्षस्य, मुमुक्षुः मोचनार्थी, मुक्तः विमुक्तबद्ध। उत्पत्तिप्रलययोः अभावातो बद्धादयो न सन्तीति एषा परमार्थः। कथम् उत्पत्तिप्रलययोः अभावः इति उच्यते? द्वैतस्य अभावः। यत्र हि द्वैतमेव भवति यैः नानेव पश्यति, आत्मैवेदं सर्वं ब्रह्मैवेदं सर्वम्, एकमेवाद्वितीयम्, इदं सर्वं यदयमात्मा इत्यादि नानाश्रुतिभ्यो द्वैतस्य असत्त्वं सिद्धम्। सतो हि उत्पत्तिः प्रलयो वा स्यात्, न असतः शशविषाणादेः, नापि अद्वैतम् उत्पद्यते प्रलीयते वा। अद्वैतं च उत्पत्तिप्रलयवच्च इति विप्रतिषिद्धम्। यस्तु पुनः द्वैतसंव्यवहारः, स रज्जुसर्पवतो आत्मनि प्राणालक्षणः कल्पितः इत्युक्तम्। न हि मनोविकल्पनायाः रज्जुसर्पादिलक्षणायाः रज्ज्वं प्रलयः उत्पत्तिर्व, न च मनसि रज्जुसर्पस्य उत्पत्तिः प्रलयोः, न च उभयतो व। तथा मानसत्वविशेषात् द्वैतस्य, न हि नियते मनसि सुषुप्तेव द्वैतं गृह्यते, अतो मनोविकल्पनामात्रं द्वैतमिति सिद्धम्। तस्मात् सूक्तं द्वैतस्य असत्त्वात् निरोधादि अभावः परमार्थता इति। यदि एवं द्वैताभावे शास्त्रव्यापारः, न अद्वैते विरोधः, तथा च सति अद्वैतस्य वस्तुत्वे प्रमाण अभावः शून्यवादप्रसङ्गः, द्वैतस्य च अभावः न रज्जुवतो सर्पादिकल्पनायाः निरास्पदत्वे अनुपत्तिः इति प्रत्युक्तमेतत् कथम् उज्जीवयसि इति। आह, रज्जुरपि सर्पविकल्पास्य आस्पदाभूत कल्पिता एव इति दृष्टान्तरनुपत्तिः। न विकल्पनाक्षये अविकल्पितस्य अविकल्पितत्वादेव सत्त्वोपत्तिः। रज्जुसर्पवतो असत्त्वमिति चेत् न एकान्तेन अविकल्पितत्व अविकल्पितरज्ज्वंशवतु प्राक्सर्पाभावविज्ञान। विकल्प इतुश्च प्राग् विकल्पनोत्पत्तेः सिद्धत्व अभ्युपगमात् एव असत्त्व अनुपत्तिः। कथं पुनः स्वरूपे व्यापाराभावे शास्त्रस्य द्वैतविज्ञाननिवर्तकत्वं? नैच दोषः, रज्ज्वां सर्पादिवत् आत्मनि द्वैतस्य अविद्याध्यस्तत्व। कथं? सुखीयहं, दुःखी, मूढः, जातः, मृतः, जीर्णः, देहवान्, पश्यामि, व्यक्ताव्यक्तः, कर्ता, फली, संयुक्तः, वियुक्तः, क्षीणः, वृद्धोऽहं, मम एत इत्यमादयः सर्वे आत्मनि अध्यारोप्यन्ते। आत्मा एतेषु अनुगतः सर्वत्र अव्यभिचारः, यथा सर्पदारादिभेदेषु रज्जुः। यदा च इयं विशेषस्वरूपप्रत्ययश्च सिद्धत्वात् न कर्तव्यत्वं शास्त्रेण, अकृतकर्तृच शास्त्रं कृतानुकारित्वे अप्रमाणम्। यतः अविद्याध्यारोपितसुखित्वादिविशेषप्रतिबन्धादेव आत्मनः स्वरूपेण अनुस्थानं, स्वरूप अवस्थानं च श्रेयः इति सुखित्वादिनिवर्तकं शास्त्रम् आत्मनि असुखित्वादिप्रत्ययकरणेन नेति नेति अस्थूलादिवाक्ये। आत्मस्वरूपवत् असुखित्वादिरपि सुखित्वादिभेदेषु न अनुवृत्तोऽस्ति धर्मः। यदि अनुवृत्तस्य न अध्यारोप्येत सुखित्वादिलक्षणविशेषः, यथा उष्णत्वगुणविशेषवति अग्नौ शीतत, तस्मान् निर्विशेष एव आत्मनि सुखित्वादयो विशेषः कल्पितः। यत्तु असुखित्वादिशास्त्रम् आत्मनः तत्सुखित्वादिविशेषनिवृत्त्यर्थमेव इति सिद्धम्। सिद्धं तु निवर्तकत्वात् इति आगमविदां सूत्रम्। भावैरसद्भिरेवायम् अद्वयेन च कल्पितः, भावापि अद्वयेनैव तस्मादद्वयता शिव। पूर्वश्लोकार्थस्य हेतुमः, यथा रज्ज्वामसद्भिः सर्पधारादिभिः अद्वयेन च रज्जुद्रव्येण सत अयं सर्पः इति, धारायं दण्डो अयमितिव रज्जुद्रव्यमेव कल्प्यते। एवं प्राणादिभिः अनन्तैः असद्भिरेव अविद्यमानैः न परमार्थतः। न हि अप्रचलिते मनसि कश्चित् भावः उपलक्षितुं शक्यते केनचित्। न च आत्मनः प्रचलनमस्ति। प्रचलितस्यैव उपलभ्यमानाभावाः न परमार्थतः सन्तः कल्पयितुं शक्यते। अतः असद्भिरेव प्राणादिभिः भावैः अद्वयेन च परमार्थसत आत्मन रज्जुव सर्वविकल्पास्पदभूतेन अयं स्वयमेव आत्मा कल्पितः सदा एकस्वभावोऽपि सन्। ते चापि प्राणादिभावाः अद्वयेनैव सदा आत्मना विकल्पिताः, न हि निरास्पदा काचित् कल्पना उपपद्यते। अतः सर्वकल्पनास्पदत्वस्वेन आत्मना अद्वयस्य अव्यभिचारः कल्पनावस्थायामपि अद्वैता शिव कल्पना एव तु अशिव। रज्जुसर्पादिव तु त्रासादिकारिण्यो हि ताः अद्वैता अभय, अतः सैव शिव। नात्मभावेन नानेदं न स्वेनापि कथञ्चन न पृथङ् नापृथङ् किञ्चिदिति तत्त्वविदौ विदुः। कुतश्चद्वैता शिव नानाभूतं पृथक्त्वम् अन्यस्य अन्यस्मात् यत्र दृष्टं तत्र अशिवं भवेत्। न हि अत्र अद्वये परमार्थसत्यात्मनि प्राणादिसंसारजातमिदं जगत् आत्मभावेन परमार्थस्वरूपेण निरूप्यमाणं नानावस्त्वन्तर्भूतं भवति। यथा रज्जुस्वरूपेण प्रकाशेन निरूप्यमाणो न नानाभूतः कल्पितः सर्पो अस्ति तद्वत्, नापि स्वेन प्राणाद्यात्मना इदं विद्यते कदाचिदपि। रज्जुसर्पवतु कल्पितत्वादेव। तथा अन्योन्यं न पृथक् प्राणादिवस्तु यथा अश्वात्महिषः पृथक् विद्यते एवम्। अतः असत्त्व नापि अपृथग् विद्यते अन्योन्यं परेण वा किञ्चिदिति। एवं परमार्थतत्त्वविदो ब्राह्मणविदो। अतः अशिवहेतुत्व अभाव अद्वयता एव शिवा इति अभिप्रायः।